उणादिकोशः चतुर्थः पादः नाल्गुवन्दल नलभै नाल्गु वातप्रमीहि నాలుగు వందల నలభై ఐదు రు తన్ అంజ్ వన్ అంజీ అర్పి మద్ అత్ అంగ్ కు యు కృశ అంగ్ కు యు క్రుస్ రు తన్ అంజ్ వన్ అంజీ అర్పి మద్ అత్ అంగ్ కు యు క్రుస్ రు తన్ అంజ్ వన్ అంజీ అర్పి మద్ అత్ అంగ్ కు యు క్రుస్ కత్నిచ్ యతుచ్ అలిచ్ ఇష్ణుచ్ ఇష్టచ్ యసన్ సియన్ ఇథిన్ సియన్ ఇథిన్ ఉలి అస ఆస ఆనుక్ కత్నిచ్ యతుచ్ అలిచ్ ఇష్ణుచ్ ఇష్టచ్ యసన్ సియన్ ఇథిన్ ఉలి అస ఆనుక్ ఉలి అస ఆస ఆనుక్ రు తన్ అంజ్ వన్ అంజీ అర్పి మద్ అత్ అంగ్ కు యు క్రుస్ కత్నిచ్ యతుచ్ అలిచ్ ఇష్ణుచ్ ఇష్టచ్ యసన్ సియన్ కథిన్ ఉలి అస ఆస ఆనుక్ రు తన్ యంజి వన్ యంజ్యర్పి మధ్యత్యంగి కు యు కృషిభ్యః రు తన్ యంజి వన్ యంజ్యర్పి मद्यत्यङि कुयुकृषिभ्यः रुतन् यञि वन् यञ्यर्पि मद्यत्यङि कुयुकृषिभ्यः कलिङ्गयतु जलि जिष्णु कलिङ्गयतु जलि जिष्णु जिष्णु जिष्ठ जिसन् स्यनि थिन्नु ल्यसा सानुकः कत्निज् यतु जलि जिष्णु जिष्ठ ज्येष्ठ जिसन् स्यनि थिन्नु लिया सानुकः रु तन् अञ्ज् वन् अञ्जि अर्पि मद् अत् अङ् कु यु क्रुस् कत्निच् यतुच् अलिच् इष्णुच् इष्ठच् यसन् स्यन् इथिन् इष्ठच् यसन् स्यन् इथिन् वुली असा आसा आनुक् वुली असा आसा आनुक् वुली असा आसा आनुक् वुली असा आसा आनुक् నాలుగు వందల నలభై ఆరు శ్రహ కరన్ పుషహ కిత్ కలంశ్చ గమేరిణి ఆంగిణిత్ భువశ్చ ప్రేస్థ పరమే కిత్ మంతః పతః థా చ ఖజే రాకః ఖజే హే ఆకః ఖజే రాకః ఖజే హే ఆకః బలాకాదయశ్చ బలాకాదయః చ సెలిపటిపతిభ్యోనిత్ పినాకాదయశ్చ పినాకాదయశ్చ पिनाकादयश्च पिनाकादयश्च पिनाकादयः च पिनाकादयः च पिनाकादयः च पिनाकादयः च कशिदिशि भ्यामीकन् कशिदिशि भ्यामीकन् कशिदिशि भ्यामीकन् कशिदिशि भ्यामीकन् कशिदिशि भ्यामीकन् कशिदिशि भ्यामीकन् कशिदिशि भ्यामीकन् कशिदिशि भ्यामीकन् कशिदिशि भ्यामीकन् कशिदिशि भ्याम् ईकन् कशिदिशि भ्याम् ईकन् कशिदिशि भ्यामीकन् कशिदिशि भ्याम् ईकन् कशिदिशि भ्याम् ईकन् अनि हृषिभ्यां किच्च अनि हृषिभ्यां किच्च अनि हृषिभ्यां किच्च अनि हृषिभ्यां किच्च अनि हृषिभ्यां किच्च अनि हृषिभ्यां किच्च अनि हृषिभ्यां किच्च अनि हृषिभ्यां कित् च अनि हृषिभ्यां कित् च अनि हृषिभ्यां कित् च चङ्कणः कङ्कणश्च चङ्कणः कङ्कणश्च चङ्कणः कङ्कणश्च चङ्कणः कङ्कणश्च चङ्कणः कङ्कणश्च चङ्कणः कङ्कणः च चङ्कणः कङ्कणः च चङ्कणः कङ्कणः च चङ्कणः कङ्कणश्च चङ्कणः कङ्कणः च सृप्रुवृयां सृप्रुवृयां द्वे रुक् च अभ्यासस्य सृप्रुवृञ् सृप्रुवृया सृप्रुवृयां द्वे रुक् च अभ्यासस्य सृप्रुवृयां द्वे रुक् च सृप्रुवृयां द्वे रुक् च सृप्रुवृयां द्वे रुक् च सृप्रुवृयां द्वे रुक् च अभ्यासस्य सृप्रुवृयां द्वे रुक् च अभ्यासस्य सृप्रुवृयां द्वे रुक् च अभ्यासस्य सृप्रुवृयां द्वे रुक् च अभ्यासस्य सृप्रुवृयां द्वे रुक् च अभ्यासस्य सृप्रुवृयां द्वे रुक् च अभ्यासस्य सृप्रुवृयां द्वे रुक् च अभ्यासस्य सृप्रुवृयां द्वे रुक् च अभ्यासस्य सृप्रुवृयां द्वे रुक् च अभ्यासस्य कण्टिन्यूड्.